अस्माकम् अत्र विषयः इदानीम् अस्ति सन्धि, हल् सन्धि. हल् सन्धिमध्ये अस्माभिः गतरविवासरे किं दृष्टं, यत् तत्र चत्वारि करपत्राणि सन्ति. तत्र प्रथमकरपत्रे अस्ति यत् यदा लङ्लकारस्य तस अपृक्त तस इति प्रत्ययौ स्तः, तर्हि कीदृशं कार्यं भवति. तदनन्तरं द्वितीयकरपत्रे भवति यत् सकार प्रत्ययसकारादि अस्ति चेत् किं कार्यं भवति. तृतीयप्रत्यय अस्ति यत् प्रत्ययः तकारादि थकारादि अस्ति चेत् किं कार्यं भवति. तदनन्तरं चतुर्थः अस्ति प्रत्ययः धकारादि अस्ति चेत् किं कार्यं भवति. तर्हि इदानीम् अस्माकं प्रथमकरपत्रे अस्माकम् कार्यमस्ति यत् लङ्लकारस्य त अथवा थ त अथवा स इति अपृक्तप्रत्यय अस्ति चेत् किं कार्यं भवति. तत्र तत्र प्रमुखसूत्रमस्ति हल्न्याभ्यो दीर्घा सुतिसि पृक्तं हल्, नाम तत्र अपृक्तप्रत्ययः अस्ति. अपृक्तप्रत्ययः यदि क्षम्यतां, तत्र यदि हलन्त अङ्गम् अस्ति, तदनन्तरं यदि तिप् अथवा सिप् इति प्रत्ययस्य अपृक्तरूपं नाम त अथवा स इति अस्ति चेत् तत्र अपृक्तप्रत्ययस्य लोपः भवति. नाम अत्र इदानीमस्ति खलु, अत्र सर्वत्र अस्माभिः दृष्टं तत्र तकारस्य सकारस्य लोपः भवति. लोपः भवति तदनन्तरं किं भवति, यत् अवशिष्यते तदेव पदं भवति. तदेव पदं भवति इत्युक्ते किं, पदम् इत्युक्ते किं, पदस्य परिभाषा का, कोऽपि वक्तुं शक्नोति वा? सुप्तिगन्तं पदम् इति. हा, नाम यस्य शब्दस्य अन्ते सुप्रत्ययः अस्ति अथवा तिङ् प्रत्ययः अस्ति तस्य संज्ञा भवति पदम्. अधुना इदानीं किम् अस्ति, तकार अथवा सकार यत् अस्ति तत् तिङ् प्रत्ययः अस्ति, अतः तस्य अन्ते यस्य अन्ते तकार सकार इति अस्ति तत् पदमेव अस्ति. तस्य लोपः भवति चेदपि पदम् अस्ति, यतोहि तकारस्य सकारस्य लोपानन्तरम् अपि प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण यद्यपि तस्य लोपः भवति परन्तु तस्य लक्षणं तु भवति एव. अतः लक्षणमस्ति, लक्षणस्य बलेन एव इदानीं पदस्य संज्ञा भवति. नाम इदानीं यत् तकारसकारस्य लोपानन्तरं यत् निष्पद्यते तत् पदमेव भवति इति चिन्तनीयम्. तत्र पदस्य आवश्यकता का इति इदानीं वयम् अग्रे द्रक्ष्यामः. अस्तु, तर्हि इदानीं रघुपतिमहोदय भवानेव आरभतु. एकनिमेषः, अहं तत्र करपत्रम् उद्घाटयामि. अस्तु, उद्घाटयतु. अत्र श्रूयते वा? हा, पठतु महोदय. कुतः पठने महोदय? यत् अत्र उक्तं यत् लङ्लकारे हल् सन्धिः. एकवारं लङ्लकारस्य प्रसङ्गः अस्ति खलु, अधुना प्रश्नम् उदेति तथा वा? अत्र उक्तं यत् अत्र उक्तं यत् लङ्लकारे हल्सन्धि पदान्ते भवति यत्र धातु हलन्तः अपि च विकरणप्रत्ययः न भवति. लङ्लकारस्य प्रथमपुरुषस्य मध्यपुरुषस्य च एकवचने तिपि सिपि इति प्रसङ्गः अस्ति. तर्हि एतादृशी स्थितिः कुत्र प्राप्यते इति प्रश्ने सति अदादिगणे, जुहोत्यादिगणे, रुदादिगणे, यङ्लुगन्ते च इति उत्तरं लब्धं. तत्र बहूनां जिज्ञासा व्युत्पन्ना यङ्लुगन्तं नाम किम्, अत्र तस्मिन् सम्बन्धे किञ्चित् उपस्थाप्यते परिचयत्वेन. अत्र तत्र हलन्तधातूनां तत्र कस्य हल्ङ्गेबदीर्घसूतिसि अपृष्टं हल् इति कुत्र भवति इति, कुत्र भवेत् इति अत्र चिन्तनमस्ति. तत्र अस्माकम् अदादिगणे किमपि नास्ति, मध्ये विकरणपत्ये नास्ति, जुहदादिगणे किमपि विकरणपत्ये नास्ति, अपि च यङ्लुगन्ते तत्रापि लुक् भवति. न न लयङ् लुगन्तपि अदादिगणीयवत् अस्ति अतः तत्र विदादिगणे अस्ति अतः तत्र तत्रापि एतादृशस्थितिः भवति यत्र हलन्तधातुः भवे अस्माकं भवितुमर्हति हलन्तधातुः विकल्पते नास्ति अतः यत्र अपृक्तं हल् भवति ति इत्यस्मिन् तक इकारस्य इतश्चित् लोपः भवति अतः तकार एव अस्ति अतः तत्र अपृक्त हल् भवति अतः तस्य अपृक्तं हल् इत्यस्य लोपः भवति अपृक्त प्रत्ययस्य लोपः भवति इति अस्ति इदानीम् अग्रे पठामि वा तर्हि अन्यस्मिन् गणे किमर्थं कार्यं न भवति तत्र विकरणप्रत्यय आगच्छति अत्र अजन्तः भवति अङ्गं यः यदङ्गं तिङ् प्रत्ययः पश्यति तदङ्गम् अदन्तमस्ति क्षम्यताम् अजन्तमस्ति अतः हल्सन्धेः तत्र प्रसङ्गः एव न आगच्छति अवशिष्यते वा आं महोदय अत्र अस्तु बहूनां जिज्ञासा उत्पन्ना यङ्गलुगन्तनाम किम् इति अत्र तस्मिन् सम्बन्धे किञ्चित् उपस्थाप्यते परिचयत्वेन पाणिनेः धातुपाठे द्विसहस्रं धातवः सन्ति भू दा पट् लिक् ज्ञ क्रि इत्यादयः द्विसहस्रे धातुषु अस्माकं बहवः परिचिताः इमे पाणिनीयधातुपाठे स्थिताः सर्वे धातवः औपदेशिकदातवः इत्युच्यन्ते यत् पाणिनिना साक्षात् धातुपाठे उक्तमस्ति यत् धातुपाठे पाणिनीयधातुपाठे यदस्ति यानि ये धातवः सन्ति ते औपदेशिकदातवः तदा द्वादशप्रत्ययाः सन्ति ये येभ्यः धातुभ्यः विधीयन्ते यदा इमे प्रत्ययाः विहिताः भवन्ति तदा नूतनदातवः निष्पन्नाः भवन्ति येषाम् अस्माभिः नूतनतया निष्पादितधातूनां नाम आतिदेशिकदातवः यथा निच् प्रत्ययस्य संयोजनेन निजन्तदातुः निष्पन्नः भवति लिक् इति औपदेशिकधातुः तस्मात् यद् णिच् प्रत्ययः विहितः भवति तदा लेखि इति रूपम् अनन्तरम् अतः लेखि इति नूतननिजन्तधातुः निष्पन्नः अयञ्च आतिदेशिकधातुः सनन्तदातवः अपि तथा कृ धातु इति औपदेशिकधातुः अस्ति चिकीर्ष इति सन्नन्त यदा सन् इति प्रत्ययनिर्मितम् अस्ति चिकीर्ष इति भवति आतिदेशिकधातुः अतः तस्य रूपमस्ति लटि चिकीर्षति इति अस्ति वयं दृष्टवन्तः तत्र औपदेशिकधातवः आतिदेशिकधातवः के इति यदा सनन्त सनादिप्रत्ययं योजयामः चेत् तत्र धातुः एव निष्पन्नः भवति तादृशधातवः आतिदेशिकधातवः इति वदामः तत्र वयं जानीमः निचिति एकं परिचितम् अस्ति एतदपि आतिदेशिकधातुः भवति अत्र यदा निच् प्रत्ययं योजयामः तथैव तत्र सन् इत्यत्र द्वादशप्रत्ययाः सन्ति सनादि येषु निच् अपि अन्यतमस्ति अत्र स आतिदेशदातवः निष्पन्नाः भवन्ति इति अस्ति तर्हि तत्र द्वादशप्रत्ययाः सन्ति तत्र सर्वे प्रत्ययाः तृतीयपाठे सन्ति तृतीयपाठे अत्र निच् प्रत्ययः अस्ति यङ् प्रत्ययः अस्ति सन् प्रत्ययः अस्ति ते प्रत्ययाः यदा धातुना आगच्छन्ति तदा नूतनधातुः निष्पद्यते आतिदेशिकधातुः इति अस्ति तत्र यङ् एक अन्यतमः एकः यङ् प्रत्ययः अस्ति तर्हि यङ् प्रत्ययः एकः अस्ति तत्र यङन्त यदा यङ् प्रत्ययः तत्र विहितः भवति तत्र यङन्तधातु इति निष्पद्यते यङन्तधातु यङन्तधातुः तदनन्तरं कुत्रचित् किं भवति यङन्तधातुः अपि अस्ति पठतु महोदय एषु द्वादशसु अस्तु विजयमहोदय पठतु विजयमहोदय अग्रे एषु द्वादशेषु विजयमहोदय अस्ति वा जि एतत् तत्र पिन्कोड् स्थापनीयम् अनन्तरमेव एतत् कोजनं करोतु ओपन् करोतु. अस्तु, येषु द्वादशेषु प्रत्ययेषु यङ् प्रत्ययः अन्यतमः, वारं वारम् अथवा अधिकाधिकम् इत्यस्मिन् अर्थे भवति. यथा निच् अपि च सन् अस्य यङ् प्रत्ययस्य धातुना संयोजनेन नूतनधातुः निर्मितः भवति, तदा यङन्तधातुः इति वदामः. यङ् प्रत्ययस्य किञ्चन वैशिष्ट्यम् अस्ति यत् तस्य लोपः लुक् अपि भवितुम् अर्हति. यत्र यङ् लुक् भवति तत्र यङ् लुगन्तधातुः इति उच्यते. यगन्तानां यङ् लुगन्तानां च अर्थः समानः, परन्तु रूपं भिद्यते. अत्र द्वादश प्रत्ययेषु यङ् सन्नन्तं यङ् लुक् एतत् सर्वम् आगच्छति. अर्थः तत्र यङ् इति अन्यतमः अस्ति, अत्र अर्थः आगच्छति वारं वारम्. अनन्तरम् अधिकाधिकम् इति बहुलम् इति अर्थे आगच्छति. निच् अपि निच् सन्न अपि च सन् अस्य यङ् प्रत्ययस्य धातुना संयोजनेन नूतनधातुः आगच्छति, निर्मत तत्र आगच्छति. एतत् यगन्त यङ्गन्तधातुः इति वदामः. यङ् प्रत्ययस्य तत्र किञ्चित् वैशिष्ट्यम् अस्ति. किम् अस्ति चेत् तत्र लुक् भवति. अनन्तरं यङ्गः लुक् तत्र यङ् लुगन्तधातुः इति उच्यते. तत्र यङन्तानां यङ् लुगन्तानां समानमेव, परन्तु तत्र रूपं भिद्यते, रूपं किञ्चित् परिवर्तनमस्ति. अग्रे पठामि वा? तर्हि यङ् प्रत्ययः तत्र वारं वारम् इति अर्थे भवति. यथा वारं वारं पठामि, तत्र पापठति. निच् प्रत्ययः सन्प्रत्ययः तादृशं नास्ति वा? निच् प्रत्ययेन योजनीयं भवति यङ्? निच् भिन्न अस्ति, यङ् भिन्नमस्ति. निच् प्रत्ययेन योजनं नास्ति किल? निच् पृथक् अस्ति, यङ् पृथक्. आमां, तत्र आदिदेश औपदेशिकधातुः अस्ति, तेन निच् प्रत्ययस्य योजनं भवति अथवा इयं प्रत्ययस्य भवति अथवा सन् प्रत्ययस्य भवति, भिन्नं भिन्नम् अस्ति. यथा निच् अपि च सन् अस्य यङ् प्रत्ययस्य धातुना संयोजनेन इति लिखितं किल? नूतनधातुः निर्मितः. तथैव यङ् प्रत्ययः. तर्हि तत्र यङ् भवति कुत्रचित् वैशिष्ट्यमस्ति यत् यङ् तस्य लुक् अपि भवति, नाम लोपः अपि भवति. अतः यङ् अपि भवितुं शक्नोति, यङ् लुक् अपि भवितुं शक्नोति, अर्थं समानमेव भवति, रूपं भिद्यते. तर्हि यत्र यङ् अस्ति, यङ् मध्ये, विजय महोदय वदतु, यङ् मध्ये इत् संज्ञकवर्णः कः? किञ्चित् यङ् इति प्रत्यये इत् संज्ञकवर्णः कः? प्रश्नः अस्ति, मम प्रश्नः अस्ति, यङ् प्रत्यये इत् संज्ञकवर्णः कः? नकारः खलु, फलन्त्यम्. अभ्यासस्य सूत्रेण प्रथमवर्णः लोपः भवति. केवलं ङित् किं महोदय? आम्, केवलं नकारस्य इत् भवति खलु. तर्हि य इति अस्ति, य एव अवशिष्यते. तर्हि यङ् अस्ति, यङन्त अस्ति चेत् अत्र अदन्त अस्ति, अदन्त य अस्ति खलु प्रत्यय, अकार अन्ते अस्ति, अतः अदन्त अस्ति. परन्तु यत्र यङ् लुगन्त भवति तत्र हलन्तं भवितुं शक्नोति. धातु हलन्त अस्ति चेत् हलन्तं भवति, अतः तत्र हल् सन्देहे प्रसङ्गः आगन्तुं शक्नोति इति मम कथनस्य तात्पर्यमस्ति. यङ् लुगन्त यत्र भवति तत्र यकारस्य य इति शब्दस्य लोपः भवति, अतः तत्र हल् सन्देहे प्रसङ्गः भवति. अस्तु, अग्रे पठतु महोदय. अत्र यङ् लुगन्तदातवः महोदय, यङ् सन्देहे यकारः लोपः वा, यकारः अपि लोपः वा? पठामि वा जि किञ्चित् अत्र प्रश्नः सन्ति मीना भगिन्या लोपः वा इति प्रश्नः यकारस्य लोपः किमर्थम् आम् यकारस्य लोपः नास्ति चेत् अदादि अदादि भवति अकारः यत् यङ् प्रत्ययान्त अस्ति तत्र अदन्तं भवति अदन्तं यत्र तस्य लुक् भवति यङ् लुक् तत्र सम्पूर्ण य तत्र सम्पूर्णप्रत्ययः गच्छति अतः तत्र हलन्तं भवितुं शक्नोति इति यकारः अपि लोपः आम् यकार अकार सर्वस्य लोपः सम्पूर्णप्रत्ययस्य लोपः पठतु महोदय तर्हि अदादिगणीय एव भवति खलु आम् सत्यं अत्र लिखितमस्ति खलु अग्रे एव लिखितमस्ति यङ् लुगन् धातवः अदादिकः इत्युच्यन्ते पठामि वा पठतु यङ् लुगन्तदातवः अदादिका इति उच्यन्ते यतोहि तत्र शपः लुक् भवति अदादिगणवत् अन्ते अन्ये सर्वे आतिदेशिकदातवः वादिगणीयाः यथा सन्नन्ताः निजन्ताः यङन्ताः तेषां सर्वेषां कृते शप् विकरणप्रत्ययः भवति तत्र अदादिगणमेव तत्र यङ् लुगन्तदातवः इति स्वीकुर्मः चेत् तत्र शपः लुक् भवति तत् यङ् लुगन्तदातवः अदादिगणवत् इति भवति अदादिगण तादृशमेव तत्र यगन्ताः सन्नन्ताः निजन्ताः एतत् सर्वं शप् विकरणप्रत्ययः अस्ति चेत् तत्र तेषां सर्वेषां कृते अत्र द्वादिगणे अनन्तरं किम् अस्ति जि अत्र न न अत्र किम् अस्ति यत् हलो शृणोति वा आम् महोदय श्रूयते तत्र ये आतिदेशिकधातवः सन्ति सन्नन्त निजन्त यङन्त ते भवादिगणीयवत् इति सन्ति नाम तत्र शप् विकरणप्रत्ययः मध्ये आगच्छति परन्तु यङ् लुगन्त सन्ति तत् ते अदादिगणीयवत् इति उच्यन्ते नाम तत्र शप् प्रत्ययः मध्ये तस्य लुक् भवति अतः यङ् लुगन् धातवः ये सन्ति ते अदादिगणीयवत् अस्ति तत्र हलन्तधातूनां हलन्तधातूनाम् अनन्तरं हलन्धातोः अनन्तरं साक्षात् तिङ् प्रत्ययः आगच्छति अतः तत्र हल्सन्धेः प्रसङ्गः भवति इति चर्चा अस्ति तत्रापि शप् आगच्छति वा शप् अस्ति परन्तु तत्र लुक् भवति अदादिगणीयवत् अदादिगणवत् भवति यङ् लुगन्त अन्यत्र सर्वत्र भवादिगणीयवत् भवति शप् प्रत्ययः आगच्छति कर्तृशप् इति सूत्रेण अनन्तरं कुत्र यङ् मध्ये अस्ति निच् मध्ये अस्ति सन् मध्ये अस्ति नाम धातु भवति खलु यङन्त धातु अस्ति निजं धातु अनन्त धातु अस्ति धातु अनन्तरं शप् प्रत्ययः तु भवति एव खलु कर्तृशप् इति सूत्रेण विकरणप्रत्ययः परन्तु यङ् लुगन्तमध्ये अन्यत्र सर्वत्र ये आदिदेशिकधातवः सन्ति तत्र शप् प्रत्ययः मध्ये भवति एव अग्रे पठतु अत्र पट् योगः यङ् इति अस्ति चेत् तत्र पापट्य इति यगन्तधातुः अस्ति यङ् लुक् भवति अनन्तरं कार्यं किम् अस्ति चेत् पापट् इति अस्ति पापट्य इति अदन्तधातुः पापट् इति हलन्तधातुः रूपं रूपं विद्यते परन्तु अर्थः समानः एव अस्तु अनन्तरं अहल्सन्धिः विषये अस्माकं अभिरुचिः यङ् लुहन्ताणां यतोहि तत्र विकृणप्रत्ययः न भवति अतः यङ् लुहन्तदातवः यङ् लुहन्तदातुः हलन् हलन्तः चेत् तस्य लङ् लकारस्य प्रथमपुरुषस्य मध्यमपुरुषस्य च एकवचने पदान्ते अल्सन्धिः अर्घः यथा सङ्गम् एतादृशानि बहूनि रूपाणि अग्रे प्रदर्शितानि अधुना अनुभवार्थे यङ् लुगन्ताणां लट् लकारः कथं भवति इति पश्येम अत्रापि हल् सन्देहे अवसरः अस्ति अत्र फट् धातुः इति स्वीकुर्मः चेत् तत्र फट् धातुः निच् योजनेन पाठि इति भवति नूतनधातुः तत्र निष्पन्नं लटि पाठयति इति अस्ति निजन्तं योजनेन तदेव फट् धातुः यङ् लुक् भवति पापटि इति नूतनधातुः भवति लटि पापटि इति भवति बालकः वारं वारम् अथवा अधिकाधिकं पठति इत्यस्मिन् अर्थे बालकः पापट्टि इति भवति अत्र पश्यतु यत्र औपदेशिकः पट् धातुः चेत् रूपम् एवं पट् योगः आयोगः सि तत्र पठति इति भवन्ति परन्तु यङ् लुगन्तधातुः चेत् मध्ये विकर्णप्रत्ययः नास्ति पापट् योगः सि अतः अत्र हल् सन्धिः भविष्यति तेन एव कारणेन हल् सन्धेहे अभ्यासार्थं यङ् लुगन्तदातवः समीचीनाः यथा पापट् योगः ति स्तुत्वं भूत्वा सुनास्तुः इति सूत्रेण तत्र पापट् योगः ति छत्वं भूत्वा तत्र करिच इति सूत्रेण पापट् योगः ति अतः एव वर्णमेलनेन पापट्टि इति भवति वारं वारं पठितवन्तः इति अर्थः आगच्छति अत्र अस्तु सर्वे आगच्छन्ति वा किं भवति अत्र अत्र सम्यक्तया उदाहरणमेव अस्ति तर्हि पट् अस्ति यङ् लुगन्तं मध्ये द्वित्वमपि भवति तर्हि पापट् इति धातु भवति तद् द्वित्वं पापट् कथं भवति इति अग्रे पश्यामः परन्तु पापट् इति धातु लट् लकारे पापट् योगः ति तत्र चर्तुसन्धिः भूत्वा पापट्टि इति भवति तर्हि बालकः वारं वारं पठति अथवा बालकः पापट्टि तर्हि अत्र मध्ये विकरणप्रत्ययः नास्ति अदादिगणीयवत् अस्ति अतः अत्र हल्सन्धेः प्रकरणं भवति अत्र पापट् योगः ति मध्ये पापट्टि अत्र भवति तत्र हल्सन्धिः अस्ति खलु अतः अत्र यङ् लुगन्ते पापट्टि पापट्टि इति तस्य प्रसङ्गः भवति अवगच्छन्ति वा सर्वे आं जि अत्र किञ्चिदपि क्लेशः नास्ति तर्हि अत्र सर्वत्र यङ् लुगन्तस्य परिचयस्य आवश्यकता परिचयस्य एतदेव अत्र प्रयोजनम् अस्ति यत्र अत्र कथं किमर्थं कथं हल्सन्धेः प्रकरणं भवितुं शक्नोति तत्र अतः एव अत्र प्रसङ्गः अस्ति परिचयः अस्ति पापट्टि मध्ये प्रसङ्गः अस्ति खलु अग्रे अग्रे अस्ति विजि महोदय पठतु देयं यत् इति वा महोदय देयं यत् औपदेशिक धातोः कुत्र अस्ति एकं निमिषं पठतु न वा एयं यत् औपदेशिक फट् धातोः लट् लकारे हल् सन्धेहे अवकाशो नास्ति पट् योगः आयोगः इति पठति केवलं वर्णमेलनं विकर्णप्रत्ययस्य कारणात् परन्तु यङ् लुकि हल् सन्धि अवकाशो भवति विकर्णप्रत्ययस्य अभावात् अतः हल् सन्धेहे अभ्यासार्थं यङ् लुगन्तदातवः समीचीनाः अत्र किमपि नास्ति महोदय पठति विकर्णप्रत्यय आ इति अस्ति अतः वर्णमेलनेन पठति इति आगच्छति किन्तु यङ् लुगि इति स्वीकरोति चेत् अत्र विकर्णप्रत्यय नास्ति अतः हल्सन्धिः प्रसक्तिः अपि अस्ति अतः एव यङ् लुगन्तदातवः स्वीक्रिय हलन्दः इति हल्सन्धेः अभ्यासं पठामः अदादिगणे ज्योत्यादिगणे रुधादिगणे येषाम् औपदेशिकधातूनां हल् सन्धेः अवसरः तु अस्ति विकर्णप्रत्ययस्य अभावात्, परन्तु तत्र धातवः परिगणिताः अपि च येषां गणीयधातूनाम् अन्ते सर्वे हल् वर्णाः न प्राप्यते, अतः बहूनां हल् वर्णानां सन्ध्याभ्यासः तत्र न लभ्यते। दृष्टान्ते यङ्गुकि पापट् इति तकारान्तधातुः प्राप्तः येन ठकारस्य हल् सन्धिः अभ्यासः भवति, परन्तु अदादिगणे ज्योत्यादिगणे रुधादिगणे च कोऽपि ठकारान्तधातुः नास्ति, इत्थञ्च यङ्लुकि सुन्दररीत्या हल् सन्धेः अभ्यासो भवति, यङ्लुगन्तधातूनाम् अन्ते प्रायः सर्वे हल् वर्णाः प्राप्यते। इत्यपि अदादिगणे जुहोद्यादिगणे रुदादिगणे अपि विकर्णप्रत्यय नास्ति, अतः धातोः स्वीकर्तुम् अभ्यासः कर्तुं शक्यते, किन्तु अत्र सन्धेः अभ्यासः कर्तुं शक्यते, किन्तु अत्र तु धातु हलन्तधातोः धातवः नास्ति, अस्ति हलन्त धातु हलन्त अस्ति, हलन्त एव अस्ति, परन्तु एकः हल् वर्णः आगन्तुं न शक्नोति, न शक्नोति। आम् आं महोदय, अतः हल् यङ् लुकि एव अत्र उचितम् अभ्यास करणेन। प्रायः यङ् लुगन्तधातुषु प्रत्येक हल् वर्णस्य तत्र प्रत्येक हल् वर्णः तत्र आगच्छति, अतः समीचीनरीत्या प्रत्येक हल् वर्णनिमित्तं हल् सन्धिकार्यं तस्य अभ्यासः भवितुं शक्नोति। अदादिगणे जुहात्यादिगणे रुदादिगणे तत्र सर्वत्र प्रत्येक हल् वर्णान्तधातुः नास्ति, अतः न भवति। यथा पठ् अस्ति खलु, पठ् छकारान्तधातुः अदादिगणे जुहोत्यादिगणे रुदादिगणे नादिगणे नास्ति एव, परन्तु यङ् लुगन्तु यङ् आगच्छति, अतः छकारस्य हल् सन्धि अभ्यासः यङ् लुगन्ते एव भवितुं शक्नोति इति अस्ति। अत्र केवलं पट्टुदातोः अन्यदातोः अन्तिमवर्णः व्यत्यासं भवति किल, पट्टुदातोः ककारः पट्टुदातोः पापट् इति भवति, अत्र हल् सन्धेः भवितुं शक्यं, परन्तु अन्यधातोः तकारः नास्ति, किमपि अन्यम् अस्ति, किमपि अन्यम् अस्ति, यथा हस् मध्ये हा हस् सकारं धातु भवति, लिक् मध्ये लिक् मध्ये ले लिक् इति भवति, खकारं धातु अस्ति, प्रत्येक हल् वर्णः आगच्छति यं लुबन्ति। अन्य कुत्रापि एतादृश न भवति, अत्र प्रत्येक हल् वर्णः अन्ते आगच्छति धातु। किमर्थं तत्र किं सकारान्तधातुः प्राप्तः येन सकारस्य हल् सन्धि अभ्यासः भवति, अन्य अन्तिमवर्णस्य जकारः ककारः वा तत्र एव हल् सन्धि भवितुं शक्यं किल, तत्र एव न, तत्र ठकारनिमित्तं तु अत्र एव भवति खलु, ठकारस्य हल् सन्धि इति अग्रे मदर् महोदय भवती एव पठतु, विजि महोदय भवती एव। अत्र यङ् लुगन्धधातूनां तावत्येव विषयः, यङ् लुगन्धधातुः कथं निर्मीयते इति भिन्नवार्ता अग्रे गत्वा अपरस्मिन् पादे तामपि प्रक्रियां करिष्यामः, किन्तु अधुना केवलं यङ् लुगन्धधातुम् आधार्य हल् सन्धेः अभ्यासः क्रियते। अस्मिन् पादे अभ्यासार्थं बहुत्र यङ् लुगन्धधातूनाम् उदाहरणानि दत्तानि। अत्र यङ् लुगन्धधातु विषये यङ् लुक् इति कः इति कथं निर्मीयते इति भिन्नवार्ता अस्ति, अग्रे पठिष्यामः. किन्तु अधुना अभ्यासार्थं सन्देहे हल् सन्देहे अभ्यासार्थं यङ् लुगन्धधातु धातवः स्वीक्रिय अत्र उदाहरणानि पश्यामः. ते धातवः कथं निर्मीयन्ते इति इदानीं न पश्यामः. धातु अस्ति इति चिन्तयतु यङ् लगन्त तद्धातु धातु निमित्तीकृत्य हल् सन्देहे अभ्यासं करिष्यामः. लङ्लकारस्य अपृथक् प्रत्यये परे इतोपि एकः प्रसङ्गः अस्ति यत्र हल् सन्देहे अवसरः प्राप्यते. यदि गुणकार्येण वृद्धिकार्येण च कोऽपि धातुः हलन्तो भवति तत्रापि लङ्लकारस्य इत् प्रत्यय इस् प्रत्ययः चेत् अनयोः लोपः. लङ्लकारस्य अपृथक् प्रत्ययः अस्ति किल प्रथम पुरुष एकवचनं इत् इति मध्यम पुरुष एकवचनं इस् इति पठितमिल अपृथक् एकाल् प्रत्ययः अत्र एक इत् इति प्रत्ययः लोपः भवति धातोः मेलनेन. भगवती हलो पठतु श्रूयते वा मम? आमां. यथा अजाग्र योगः इत् गुणः अजागर् योगः इत् हर्ग्यन्दभ्यो दीर्घात् श्रुतिस्य प्रथम हल् इत्यनेन इत् लोपः अजागर् तदनन्तरं करवसानि विसर्जनीय भूत्वा अत्र अजा अजागः इति विसर्गम् आगच्छति. अतः अजागः इति एव अन्तिमरूपम् अजाग्रु योगः इति. तत्र अत्र वस्तुतः धातु हलन्त नास्ति परन्तु गुणानन्तरं हलन्तम् इति भवति. अतः अत्र अपि हल् सन्देहे प्रसङ्गः नाम केवलं हलन् धातु न यत्र यत्र यत्र यत्र अन्ते हल् वर्णः भवति कथापि किमर्थ कथमपि आगच्छतु अङ्गम् इति वदामः किल महोदय. तिङ् प्रत्ययः यत् पश्यति तद् हलन्तं भवेत् इति. तर्हि अजन्तधातु यद्यपि ऋकारान्तस्य एव भवति खलु ऋकारान्तदातु अस्ति चेदेव तादृशः भवितुम् अर्हति. अन्यत् अन्यत् किमपि नास्ति. तथैव अजागरयोगस्य अपि अजागः इति भवति. तादृशमेव अजागरयोगः इस् गुणं भूत्वा अजागरयोगः इस् तदनन्तरं हल् हल् अङ्ग्यभ्यो दीर्घात् श्रुतिस्य प्रक्तं हल् इति सूत्रेण इस् लोपः भवति करावसाने विसर्जनीय इति सूत्रेण अत्र रेप् ऋकारः विसर्गः भवति अजागः. अस्तु धन्यवादः. तर्हि इदानीं पर्यन्तं सर्वे अवगच्छन्ति वा अत्र हल्नाभ्यो दीर्घात् श्रुतिसि प्रक्तं हल् इति प्रमुखसूत्रमस्ति येन तकारसकारस्य लोपः भवति यदि हलन्त अङ्गमस्ति चेत् हलन्तम् अङ्गमस्ति. पूर्वमेव पठितवन्तः खलु? आमामां सत्यं. तर्हि अत्र इति सूत्रस्य प्रसङ्गः कुत्र कुत्र भवति? अदादिगणे, जुहोत्यादिगणे, रुधादिगणे अपि च यङ् लुगन्ते. अन्य कुत्रापि न भवति यतोहि तत्र तिङ् प्रत्ययेन दृष्टम् अङ्गम् अजन्तम् अजन्तं भवति इति. अतः सन्देहे प्रसङ्गः एव नास्ति. अवगच्छन्ति वा? आम् जि. आम् महोदय. अस्तु अग्रे मदन महोदय. मीना महोदय पठतु प्रथमसोपानं. प्रथमसोपानेन प्रथमसोपानेन पदं निर्मितं पदं निर्मितम् अतः पदं निर्मितीकृत्य कार्याणि. प्रथमे सोपाने तिङ् प्रत्ययः संयोजितः अतः सुप्तिङन्तं पदम् इत्यनेन पदं जातं. यद्यपि इत् प्रत्ययः इस् प्रत्ययश्चेत् चनयोः लोपो जातः तथापि तिङ् प्रत्ययस्तु विहित एव अतः प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन अधुना धातुः न अपि तु तिङन्तं पदमेव अधुना अरुणद् अभिनद् अहन् अधोग् असंस्त् इति इमानि पदानि एव अपि च येषां पदानाम् अन्ते यः हल् वर्णः वर्तते सः पदान्त हल् वर्णः अनेन कारणेन अग्रे गत्वा इमानि विशिष्टानि कार्याणि भवन्ति यत्र यत्र प्राप्तिः अस्ति प्रथमसोपानं तुप्सिङ्गन्तम् इति पदम् इति जातं जानीमः यद्यपि सः तकारः लङ् प्रथम प्रत्यये तकारः सकारः लोपः भवति चेत् अपि तिङ् प्रत्ययलोपे प्रत्ययलक्षणं भवति इति कारणात् पदसंज्ञास भवति लोपः भवति चेदपि पदसंज्ञा भवति अधुना अत्र उदाहरणं दत्तम् अरुण अभिन्न अहन् अरु इत्येतानि पदानि अन्ते हल् वर्णः अस्ति पदान्ते हल् वर्णः अनेन कारणेन विशिष्टकार्याणि भवन्ति किमिति पठामि वा न पठतु देयं यत् अग्रिमेषु सर्वेषु स्थलेषु ए टु जि कार्यं विहितं पदान्ते यतः पदस्य इति सूत्रस्य अधिकारः पदस्य इत्यस्य अधिकारः यावत् 8 1 6 7 17 ओके अत्र आगत्य पाठः सप्तसु विभागेषु विभक्तः पदान्ते संयोगः सवर्गान्ते दातवः इकारान्तदातवः वष् भावः सकारान्तदातवः दकारान्तदातवः मकारान्तदातवः पदस्य सूत्रस्य अधिकारः अत्र आगत्य पाठः सप्तसु विभागेषु विभक्तः किमर्थम् महोदय पदान्ते तर्हि सूत्राणां अष्टाध्याय्यामि सूत्राणि सन्ति सूत्राणि दृष्ट्वा वयं ज्ञातुं शक्नुमः यत्र 7 कार्याणि सन्ति यत्र पदान्तस्य यत्र कार्यं भवति इदानीं भवते पठितं खलु तकारसकारस्य लोपानन्तरं यत् निष्पद्यते तत् पदमस्ति तस्य अन्ते यः हल् वर्णः अस्ति तत् पदान्त हल् वर्णः अस्ति पदान्त हल् वर्णः निमित्तीकृत्य तदेव अष्टाध्याय्यां सप्तकार्याणि सन्ति अत्र सप्तकार्याणि सन्ति तत्र पदस्य इति सूत्रमेकम् अस्ति 7 8 1 16 पदस्य इति सूत्रमस्ति तस्य अधिकारः अस्ति तस्य अर्थमस्ति यत् पदे एव एतानि कार्याणि भवन्ति पदान्ते एव कार्याणि भवन्ति के कार्याणि सन्ति पठतु तिङन्तं पदम् इति सूत्रम् अस्ति किल तदेव पदस्य संज्ञा भवति पदसंज्ञा पदान्ते संयोगः पदस्य अन्ते संयोगः अस्ति चेत् तस्य पदस्य अन्तिमवर्णस्य लोपो भवति तत् ज्ञातं संयोगान्तस्य लोपः यस्य पदस्य अन्ते संयोगो अस्ति तस्य पदस्य अन्तिमवर्णस्य लोपो भवति. अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव लोपः न तु पूर्णपदस्य. संयोगः अन्ते अस्ति यस्य तत् संयोगान्तं भूमिः तस्य संयोगान्तस्य संयोगान्तस्य षष्ट्यन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रं पदस्य अधिकारः अनुवृत्तिसहितसूत्रं संयोगान्तस्य पदस्य लोपः पठितमेव. यत्र संयोगः नास्ति संयोग अन्तस्य लोपः भवति. संयोगान्तः पदस्य यस्य पदस्य अन्ते संयोगः अस्ति यथा बन्द् इति उदाहरणं अस्ति तत्र. एकनिमिषं तर्हि सप्तकार्याणि सन्ति अत्र. तर्हि यत्र सप्तकार्याणि सन्ति यत् हल् सन्धेः प्रसङ्गः भवति पदान्त स्थले पद अन्त हल् वर्णस्य प्रसङ्गे सप्तकार्याणि सन्ति. प्रथमकार्यमस्ति यथा पदस्य अन्ते संयोगः भवति. तर्हि अत्र संयोगान्तस्य लोपः इति सूत्रमस्ति. सम्पूर्णसूत्रमस्ति संयोगान्तस्य पदस्य लोपः नाम तादृशपदं यः संयोगान्तः अस्ति नाम यस्य अन्ते संयोगवर्णः अस्ति तस्य लोपः भवति. कस्य लोपः भवति? तर्हि अलोन्त्यस्य इति सूत्रेण अन्तिम अल्वर्णस्य लोपः भवति नाम संयोगान्तस्य पदस्य अन्तिमवर्णस्य लोपः भवति इति प्रथमकार्यम् अस्ति. अस्ति हल् सन्धेः नियमः प्रथमः अस्ति. यथा अग्रे धातुः अस्ति बन्धधातु औपदेशिकधातुः बन्ध अस्ति तस्य लङ् लङ् यङ् लुबन्ध अस्ति बाबन्ध. तर्हि महोदय पठतु बाबन्धयोगः त इति समस्ति. बाबन्धयोगः च हल्भ्यो दीर्घं हल् इत्यनेन इत्लोपः अभाभं इति तिङन्तं संयोगान्तं पदम् अभाभन् कथम् अभाभन्द भवत् बाबन्द् बाबन् बाबन् अभाभन्द् इति तिङन्तं संयोगान्तं पदम् संयोगान्तस्य लोपः इत्यनेन पदस्य अन्तिमवर्णस्य लोपः अभाभन् तर्हि अभाभन् इति रूपं भवति. यतोहि अभाबन्धयोगः तकारस्य लोपः हल्याभ्यो अभाबन्ध. इदानीम् अभाबन्ध इति पदमस्ति खलु तिङन्तम् अस्ति यतोहि प्रत्ययस्य लोपः भवति परन्तु प्रत्ययप्रत्ययलक्षणमिति सूत्रेण पदमस्ति तिङन्तमस्ति पदमस्ति अतः पदमस्ति अभाबन्ध. तस्य अन्ते संयोगः अस्ति अतः संयोगान्तपदमस्ति तस्य अन्तिमवर्णस्य लोपः भवति धकारस्य लोपः भवति अभाबन् इति रूपम्. आगच्छन्ति वा प्रश्नः अस्ति वा कस्यापि? अस्तु धन्यवादः महोदय. अग्रे संयोगान्तस्य लोपः पदान्ते एव भवति वा? आम् तत्र पदस्य अधिकारः अस्ति खलु. संयोगान्तस्य पदस्य लोपः नाम पदस्य अन्ते संयोगः अस्ति तस्य अन्तिमवर्णस्य लोपः पदस्य लोपः पदस्य अधिकारः अस्ति खलु अत्र 8-1-16 तः अत्र पदान्ते एव. अस्तु अग्रे मदर् महोदय. आम् महोदय. संयोगस्य प्रथमसदस्यः रेपः चेत् रेपात् परस्य सकारस्य एव लोपो भवति अन्यवर्णस्य न. रात् यस्य पदस्य अन्ते संयोगः अस्ति संयोगस्य प्रथमसदस्यः च रेपः चेत् रेपात् परस्य सकारस्य एव लोपो भवति अन्यवर्णस्य न. रात् पञ्चम्यान्तं षष्ट्यन्तं द्विपदमिदं सूत्रं संयोगान्तस्य लोपः इति सूत्रस्य पूर्णतया अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं रात् संयोगस्य पदस्य तस्य लोपः एकं नूतनं सूत्रमस्ति रात् तस्य एतत् सूत्रं वदति यदि संयोगपदस्य अन्ते रेपः अस्ति परे रेफान्तन संयोगान्तपदः अस्ति तस्य प्रथमपदस्य रेफः अस्ति रेफान्तन अस्ति प्रथमपदस्य रेपः अस्ति परे चकारः अस्ति चेत् रेपः लोपो भवति सकारस्य लोपो भवति तर्हि वस्तुतः इति सम्पूर्णं नास्ति प्रश्नः अस्ति सूत्रं किं वदति संयोगः अस्ति रेफः अस्ति तस्य अनन्तरं सकारः अस्ति सकारस्य लोपः भवति खलु आम् परन्तु एतत्तु संयोगान्तस्य लोपः इति यत् सूत्रं प्रथम पूर्वसूत्रमस्ति तेनपि सकारस्य लोपः भवति एव खलु अतः नूतनसूत्रस्य आवश्यकता का रे संयोगान्तस्य रेफानन्तरं सकारः अस्ति चेत् सकारस्य लोपः भवति इदं तु संयोगान्तस्य लोपः इति सूत्रेण सूत्रात् अपि सिद्धं भवति खलु तर्हि अन्य नूतनसूत्रस्य किम् आवश्यकता का नास्ति न परन्तु पाणिनि तु किमर्थं किमपि व्यर्थं न करोति खलु तर्हि अधुना तस्य अर्थम् अस्ति यत् पुनः सूत्रनिर्माणस्य आवश्यकता अस्ति तस्य प्रयोजनं यत् रेफानन्तरं सकारः अस्ति चेदेव सकारस्य लोपः भवति रेफानन्तरं यदि कोऽपि अन्यवर्णः अस्ति सकारात् भिन्न वर्णः अस्ति तर्हि तत्र संयोगान्तस्य लोपः इति सूत्रेण सूत्र वर्णस्य लोपः न भवति नाम संयोगान्तः अस्ति चेत् तस्य प्रथमसदस्य रेफः अस्ति चेत् तस्य अनन्तरं सकारः अस्ति चेदेव सकारस्य लोपः भवति अन्य कोऽपि वर्णः अस्ति चेत् तस्य संयोगान्तस्य लोपः इति सूत्रेण सूत्रात् लोपः न भवति इति अस्ति तस्य अर्थः अवगच्छति वा अत्र पश्यतु रात्सस्य रात्सस्य इति सूत्रं वदति रात्सस्य इति सूत्रम् एतादृशं न वदति यत् रेफात् अनन्तरं सकारस्य लोपः इति न तस्य सूत्रस्य अर्थः अस्ति रेफात् अनन्तरं केवलं सकारस्य लोपः रेफात् अनन्तरं नाम पदमस्ति संयोगान्तपदम् अस्ति तत्र रेफानन्तरं यदि अन्य कोऽपि वर्णः अस्ति सकारात् भिन्नं तत्र तस्य वर्णस्य संयोगान्तस्य लोपः इति सूत्रेण लोपः न भवति इति तर्हि संयोगान्तरेफानन्तरं केवलं सकारस्य एव लोपः भवति अन्यवर्णानां लोपः न इति अस्ति अर्थः अतः पुनः रात्सस्य इति सूत्रं लिखितम् इत विशेषनाम अस्ति नियमसूत्रं नियमसूत्रमस्ति इदम् अग्रे लिखितमस्ति नियमसूत्रं नियमसूत्रम् इत्युक्ते किम् अग्रे लिखितमस्ति आगच्छति पठतु अग्रे वस्तुतः इदं सूत्रं केवलं वदति यत् पदान्ते संयोगः अस्ति चेत् संयोगस्य प्रथमसदस्यस्य रेपः चेत् रेपात् परस्य सकारस्य लोपो भवति अयं च सकारः लोपः संयोगान्तस्य लोपः इत्यनेन एव सिद्धं खलु तर्हि पुनः रात्सस्य इति कथनस्य का आवश्यकता सिद्धे सति आरभ्यमाणे विधिमाणो विधिनियमान भवति नियमाय भवति अयं सकारलोपः पुनः उक्तः यतोहि अनेन नियमयति इदं सूत्रं नियमसूत्रम् अस्य सकारलोपस्य पुनः अतनेन केवलं सकारलोपः अपरवर्णस्य न इति फलितार्थः. तर्हि अत्र एकम् अत्र व्याकरणे अत्र अस्ति, सिद्धे सति आरभ्यमाणो विधिः नियमाय भवति. नाम सिद्धे सति इत्युक्ते किं, यत् पूर्वमेव सिद्धमस्ति, पूर्वमेव सिद्धमस्ति. सिद्धे सति नाम पूर्वमेव सिद्धमस्ति. तत्र आरभ्यमाण यो यः विधिः अस्ति, अत्र विधिः अस्ति खलु रासस्य, तत्र विधिः नियमाय भवति. नियम इत्युक्ते किं, नियम इत्युक्ते किम्, अत्र नियम इत्युक्ते किं, कण्ट्रोल् करणीयं खलु, तत्र नियमितकरणीयं. नियमितकरणीयम् इत्युक्ते किं, तत्र तत्र किमपि तत्र सीमा, सीमा तत्र भवति. तर्हि रासस्य इति सूत्रं किं वदति, रेफात् अनन्तरं सकारस्य लोपः. परन्तु तत्तु संयोगान्तस्य लोपः इति सूत्रात् अपि सिद्धमस्ति, अतः पूर्वे एव सिद्धमस्ति. अतः सिद्धे सति आरभ्यमाणविधिः, ये रासस्य इति विधिः अस्ति, तत् विधिः यत् अस्ति तत् संयोगान्तस्य लोपः इति सूत्रात् पूर्वे पूर्वम् एव सिद्धमस्ति. तर्हि एतादृशः विधिः नियमं करोति, नियमं करोति, नियमाय भवति इति नियमं करोति. नियम इत्युक्ते किं, केवलं केवलम् अस्मिन् एव क्षेत्रे अस्य कार्यं भवति इति. तर्हि अयं सकारलोपः पुनः उक्तः यतोहि अनेन नियमति यत् केवलं सकारपरे अस्ति चेत् सकारस्य लोपः भवति इति नियमसूत्रम् इति विशेषः भवति. नियमसूत्रम् अस्ति. अतः सूत्राणां पञ्च षट् प्रकाराः सन्ति खलु, संज्ञासूत्रम्, इदानीं विधिसूत्रम्, अतिदेशसूत्रं, नियमसूत्रं, परिभाषासूत्रम्, अपि च संज्ञासूत्रं वा भवति, संज्ञा संज्ञा विधि नियम नियम अतिदेश अपि च किमस्ति, तथा किमस्ति कोऽपि स्मरति वा? अत्र नियम एक प्रकारः भवति, तत्र अस्ति. तर्हि अत्र हा तर्हि सर्वे अवगच्छन्ति वा अत्र पुनः लेखनस्य प्रयोजनं किं, यत् रेफानन्तरं केवल केवल अत्र मुख्यशब्दः अस्ति, केवल सकारस्य लोपः भवति, अन्यवर्णस्य लोपः न इति. यथा अग्रे नियम अग्रे अत्र उदाहरणमस्ति महोदय, पठतु. मृज् धातु योगः तकारः अमृज् ने मृजे वृद्धिः इत्यनेन वृद्धिः अमार्ज संयोगान्तस्य लोपः इत्यनेन जकारलोपः प्राप्तः रासस्य इत्यनेन जकारलोपः बाधितः अमार्ज इति एव भवति. अत्र अमृज् योगः तकारः अस्ति, सकारभिन्नवर्णः, अतः प्रथमं वृद्धिः भवति, अतः अमार्ज् इति रूपं भवति. तद् संयोगान्तस्य लोपः इति सूत्रेण अत्र जकारस्य लोपः भवितुम् अर्हति, परन्तु राज् तस्य इति सूत्रेण तत् लोपः बाधितं भवति. अमार्ज् तर्हि सामान्यतया अत्र अमृज् अस्ति, तत्र तकारस्य लोपः भूत्वा अमार्ज् इति पदं भवति खलु, अत्र संयोगान्तपदम् अस्ति. तर्हि संयोगान्तस्य लोपः इति सूत्रेण जकारस्य लोपः भवेत्, परन्तु रासस्य इति सूत्रेण वयं ज्ञातुं शक्नुमः यत् रेफानन्तरं केवलं सकारस्य लोपः भवति, अन्यवर्णस्य न, अतः अत्र जकारस्य लोपः न भवति, अमार्ज् एव भवति. अवगच्छन्ति वा सर्वे? अस्तु. अत्र परन्तु अत्र अन्य कोऽपि वर्णः अस्ति, रेफः नास्ति, यथा अन्य कोऽपि वर्णः अस्ति तत्र जकारस्य लोपो भवति, परन्तु रेफानन्तरं केवल सकारस्य लोपो भवति, अमार्ज एव तिष्ठति. अस्तु अग्रे. इदानीम् इदानीं सर्वे पठन्ति वा? कोऽपि अस्ति वा? नास्ति खलु? अस्तु, तर्हि रघुपतिमहोदय अग्रे पठतु. हा महोदय, श्रूयते वा? आम्. हा अस्तु, अग्रे तत् अग्रे इदानीं मा पठतु महोदय, अत्र न पठतु, तत्र मा भवति. यदा कदा, हा अस्तु, यदा कदा प्रश्नः आयाति सकारलोपस्य उदाहरणं किम् इति. एतादृशः धातुः प्रायः न स्यात् यस्य अन्ते रेफसकारयोः संयोगः विद्यते, परन्तु सुबन्तेषु दृष्टान्तः लभ्यते. ऋकारान्तसुबन्तानां पञ्चम्यन्तं रूपं षष्ट्यन्तं रूपं च अनेन सिद्ध्यति. यथा पितृयोग ङस् इति अनुबन्धलोपे पितृयोग अस् इति, ऋत उत् इत्यनेन ऋकारान्तात् उत्तरयोः नसिगसोः अतीपर्ये पूर्वपरयोः उकारादेशः भवति. तर्हि पितृयोग ऋकारस्थाने उकारः सकारः, उरण्ड्रपर इत्यनेन रपरः इत्यनेन इत्यनेन ऋस्थाने यः अण् स रपरः भवति. पितृयोग उर्योगस् इदानीं सकारस्य रासस्य इत्यनेन सकारस्य लोप सकारस्य एकवारं रासस्य इत्यनेन सकारस्य लोपः पितुर् इति भवति. करवसविसर्जने इत्यनेन अवसानस्थाने विसर्गादेशः पितुः इति अन्तिमरूपम्. अत्र अस्तु, ङस् अस्ति खलु, अतः सकारः अस्ति, उकारः भवति उर् अनन्तरं तत्र उस् किमर्थम् अकारस्य लोपः अकारस्थाने हण्ड्रपरः भवति, तेन सकारलोपः पितुर् अकारस्य लोपः केन सूत्रेण भवति महोदय? तत्र पितृ एकवारम्. ओ अस्तु, न अस् इत्यस्मिन् पितृ द्वयोः स्थाने, द्वयोः स्थाने भवति, पूर्वपरयोः स्थाने. आमां, सत्यं सत्यम्. अतः रकारसकार अस्ति, अतः सकारस्य लोपः भवति. इदानीं पितर् पितर् अस्ति, पितर् इति भवति. तत्र पितुः इति भवति, पितुर् एकवारं महोदय, पितुर् इति अस्ति, पितुः इति भवति, क्षम्यतां, पितुः इति भवति सकारस्य लोपः भूत्वा रास्यस्य इत्यनेन. अवस्ति वा? आं महोदय, पितुस् इति अस्ति, पितुर्सु इति रेफसकारलो अस्ति, संयोगः अस्ति, पदान्ते अस्ति. इदानीं तत्र अत्र रासस्य इत्यनेन तत्र सकारस्य लोपः भवति, तर्हि रकार अवशिष्यते, पितुर् पितर् इति अस्ति, पितुर् इति पितुर् क्षम्यतां, पितुर् इति. अत्र अनन्तरं सशुरुः इत्यनेन तत्र सारि करवसविसर्जने इत्यनेन विसर्गः आदेशः. अत्र पितुः शब्दस्य निर्माणे राक्षस्य इति सूत्रेण रेफात् अनन्तरं सकारस्य लोपः कथं भवति इति उदाहरणम् अस्ति, पितुः भवति. बाधितः भवति वा? सकारः न अस्ति इत्येव सकारः अस्ति एव तत्र सकारस्य लोपः भवति रेफानन्तरं, तस्मात् एव राक्षस्य इति सूत्रम् आवश्यकं. राक्षस्य सूत्रं नास्ति चेत् रेफानन्तरं यत्कोपि वर्ण यत्कोपि वर्णः भवतु तस्य लोपः भवति खलु, समीचीनं नास्ति. अग्रे पठतु हा जलादिप्रत्यये परे रेफात् परस्य चकारस्य वकारस्य च लोपः भवति इति अस्ति. जलादिप्रत्यये परे रेफात् परस्य चकारस्य लोपः भवति, वकारस्य चकारस्य वकारस्य च लोपः भवति, राल्लोपः इति सूत्रं. रेफात् परस्य चकारस्य वकारस्य च लोपः भवति क्वि जलादिप्रत्ययः अनुनासिका च परे अस्ति चेत्. रात् पञ्चम्यन्तं, लोपः प्रथमान्तं, द्विपदविधं सूत्रं चोः षूडनुनासिके च इत्यनेन इत्यस्मात् चोः इत्यस्य अनुवृत्तिः अथ धेम् यत् अनुवृत्तौ तुक्सहितचकारः सत्यपि व्याख्याने तुगागमः नापेक्षितः अतः न स्वीकृतः. अनुनासिकस्य किञ्चलोः नीति इत्यस्मात् अनुनासिकस्य किञ्चलोः इत्यनेन अनुवृत्ति अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अङ्गस्य रात् चोः लोपः अनुनासिके क्विज्जलोपरे इति. अत्र एकवारं तत्र मूर्च्छा इति अस्तु अस्तु. रेफात् परस्य चकारस्य वकारस्य लोपः भवति इति अस्ति. निमित्तमस्ति क्विप्रत्यये परे अथवा जलादिप्रत्यये परे अथवा अनुनासिकप्रत्यये परे अस्ति चेत् रात् परस्य चकारस्य लोपः भवति इति अस्ति. एतत् अङ्गकार्यमस्ति इति अस्ति. अङ्गस्य रात् चोः लोपः अनुनासिके अङ्गः अस्ति, अङ्गे रेफः अस्ति, रेफात् अनन्तरं छकारः अथवा वकारः. अङ्गः अस्ति, अङ्गे रेफः अस्ति, रेफानन्तरं चकारः, छकारः अथवा वकारः. अत्र चकारः यदस्ति च छ च, अत्र चकारः केवलम् अनुवृत्तिरीत्या आगच्छति. तत्र वस्तुतः तस्य अर्थे किमपि आवश्यकता नास्ति, कापि आवश्यकता नास्ति, केवलं षकारः एव. तर्हि अङ्गम् अस्ति, तस्य रेफः अस्ति, रेफानन्तरं छकारः अथवा वकारः अस्ति. तस्य अनन्तरं यदि अनुनासिकवर्णः अथवा अनुनासिकान्त अनुनासिकः अस्ति अथवा क्वि अस्ति, क्वि इति प्रत्ययः अस्ति, अथवा झल् प्रत्ययः अस्ति, झलादिप्रत्ययः अस्ति चेत् चकारचकवकारस्य लोपः अत्र. यद्यपि रासस्य इति इव दृश्यते, रासस्य इत्यनेन बाधा भवति इति, परन्तु तद् न भवति. किमर्थं न अत्र रासस्य किमपि नास्ति, यतोहि रासस्य केवलं पदान्ते भवति, अत्र पदान्ते नास्ति खलु. अत्र अङ्गमपि अस्ति, अपि च तस्य संयोगानन्तरं क्वि प्रत्यय, जलादिप्रत्यय अथवा अनुनासिक भवेत्, पदान्तं नास्ति, अतः किमपि नास्ति, प्रसक्ति एव नास्ति, भिन्नमेव अस्ति. यथा मूर्च्छा, मूर्च्छा इति मूर्छ् धातुः, यङ्लुकि मोमूर्च् इति धातुः, अमोमूर्च् योगत् इति अत्र लङ्लकारे. इदानीं चकार अस्ति, अङ्गस्य चकार अस्ति, तकारे तकार इति जलाधिपत्ये अस्ति, राल्लोप इत्यनेन चकारस्य लोपः अमोमुर् क्षम्यताम् अमोमुर् योग अमोमुर् योग तकार. इदानीम् अमोमुर् अस्ति, इदानीं तकार अस्ति, पुगन्तलघुपदश्च इत्यनेन उपधागुणः अमोमोर् योगत्त. यदा अमोमोर् योगत्त हल् ग्याभ्यो दीर्घा सूतिसि अपृक्तं हल् इत्यनेन तकारस्य लोपः अमोमोर् इति भवति. अमोमोर् अनन्तरम् अमोमोः इति एव भवति वा? अस्तु, हा अग्रे पठामि वा महोदय? पठतु. अत्र राल्लोपः सर्वप्रथमं भवति परत्वात् अङ्गकार्यत्वात् च. एकवारं महोदय, हल्गे अनन्तरं भवति इत्यनेन. अस्तु, प्रथमं भवति राल्लोपः इति. 6-4 अस्तु, हा अस्तु, सर्वप्रथमं भवति परत्वात् अङ्गकार्यत्व अङ्गकार्यत्वात् च. तदा एव सन्धिकार्यस्य तकारस्य लोप तकारस्य लोपः. राल्लोप इत्यस्मात् पूर्वं च इमे द्वे सूत्रे प्रसक्ते, किन्तु पूर्वत्र असिद्धम् इत्यनेन असिद्धे. उपधायां च संयोगान्तस्य लोपः च. उपधायाञ्च इत्यनेन धातोः उपधाभूतयोः रेफवकारयोः हल्परयोः इकः दीर्घः स्यात् इति अत्र उपधायाञ्च इति अष्टमध्यायस्य द्वितीयपादस्य अष्टसप्ततितमं सूत्रमस्ति. इकः हल्परयोः दीर्घः, इकः दीर्घः स्यात् तस्य कृते पदसंज्ञा नापेक्षिता, अपि च धातुः धातुसंज्ञा एव अपेक्षिता. अत्र मोमुर्च् इति धातौ निमित्तानि सन्ति, अतः प्रसक्ति आसीत्. किन्तु राल्लोपः इति सूत्रं प्रति उपादायञ्च असिद्धं भवति, असिद्धं भवति. किमर्थम् इत्युक्ते त्रिपादीसूत्रमस्ति. संयोगान्तस्य लोपः इति सूत्रस्य कृते पदसंज्ञा अपेक्षिता. अमूर्छितयोगत इति स्थितौ तिप् अस्ति, अतः पदसंज्ञा अस्ति. पदान्ते च चकार चकारतकारयो संयोगः अस्ति, अतः प्रसक्ति आसीत्. किन्तु राल्लोपः इति सूत्रं प्रति संयोगान्तस्य लोपः असिद्धम् अस्ति. अस्तु, किं लिखितम् अत्र? अमोमुर्च् एकवारम्, अमोमुर्च् अमोमुर्च् योग त इति अस्ति. इदानीम् अमोमुर् महोदय प्रश्नः अस्ति, एकनिमिषम्. भवान् एव वदतु, अत्र अमोमुर्च् योगः त इति अस्ति खलु? अमोमुर्च् योग त इति अस्ति. इदानीम् अत्र सूत्रद्वयस्य प्रसक्तिः अस्ति, नाम वस्तुतः सूत्रत्रयस्य प्रसक्तिः अस्ति. एकमस्ति राल्लोपः, एकः अस्ति हल्न्याभ्यो दीर्घात् सतिस्य कृतं हल्, एकमस्ति उपधायां च. कस्य सूत्रस्य कार्यं प्रथमं भवति इति वदतु, कथं जानाति इति अपि वदतु. प्रश्नः अस्ति वा? आम् महोदय, अमामूर्च्छयोगः इति अस्ति. इदानीं तत्र हल्गेब किमर्थं संयोगान्तस्य लोपः इति न भवति? संयोगान्तस्य लोपः न भवति इदानीं, यतोहि पदान्ते नास्ति. आमां सत्यं, अत्र सूत्रत्रयस्य सूत्रत्रयस्य अस्ति, राल्लोपः हल्न्याभ्यो उपधायां च, उपधायाञ्च इति अस्ति. अस्तु, उपधायाञ्च इति अस्ति. राल्लोपः इति एव प्रसक्तिः भवति. किमर्थमिति चेत् अङ्गकार्यमस्ति, वर्णदङ्गं बलीयः इत्यनेन तत्र अङ्गकार्यमस्ति. हल्गेभ्यो दीर्घात् अपि पूर्वसूत्रमस्ति, अतः तत् राल्लोपः इत्यस्य एव कार्यं भवेत्. अतः परत्वात् अपि भवति, अपि च राल्लोपः परत्वात्, तर्हि परत्वात् अपि राल्लोपः, अतः तस्य अङ्गकार्यमपि अस्ति, अतः तस्य कार्यं प्रथमं भवति. उपधायां च इति अपि अस्ति, तस्य किमर्थं न भवति? तत्तु त्रिपाद्याम् अस्ति इति सूत्रकृत्वा तत्र तस्य कृते इदानीं तु असिद्धमस्ति, शास्त्र असिद्धम् इति. आम्, अतः राल्लोपः इति प्रथमं कार्यं करोति. हा, राल्लोपः इति प्रथमं कार्यं करोति. अतः राल्लोपः कार्यं करोति. अमोमुर् इति भवति, अमोमुर् योगत् इति अस्ति. इदानीम् अमोमुर् योगः इति अस्ति. अत्रापि महोदय वदतु, अत्रापि सूत्रद्वयस्य प्रसक्तिः अस्ति, सुगन्तलघुपदस्य च अपि च हल्न्याभ्योति, कस्य कार्यं प्रथमं भवति? हा, पुगन्तलघुपदस्य इति सूत्रस्य कार्यं प्रथमं भवति, अङ्गकार्यम् एव. अपि च परसूत्रमस्ति, अतः अमोमोर् इति भवति. अतः इदानीं हल्न्याभ्यो, इदानीं इदानीं हल्गेब् अमोमोर् त इति अस्ति, तकारस्य लोपः अमोमोर् इति अस्ति. अनन्तरं यथा अमोमोः इति भवति. अत्र वस्तुतः कुत्रापि उपधायां च संयोगान्तस्य लोपः इति सूत्रस्य प्रसक्तिः एव न भवति, यतोहि एते सूत्रे त्रिपाद्यां भवति. अतः त्रिपाद्यम् इत्युक्ते एतत् सर्वं कृत्वा 6421 6737 83, नाम राल्लोपः पुगन्तलघुपदस्य हल्न्याभ्यो कृत्वा यदि अन्ते संयोगमस्ति, तर्हि संयोगान्तस्य लोपः कार्यं करोति. अत्र इदानीम् अमोमोर् मध्ये अन्ते संयोगः एव नास्ति खलु, अतः संयोगान्तस्य लोपः उपधायां च कस्यापि प्रसक्तिः नास्ति, केवलम् इदानीम् अमोमोः इति भवति. अवगच्छन्ति वा महोदय? तत्र उपादायञ्च किमर्थं तत्र तत्र नास्ति खलु? इदानीं नास्ति, परन्तु यत् पश्यतु, यदि कोऽपि वदति यत् अमोमूर्च् युगत् इति स्थित्याम् अथवा अमोमूर्च् युग यथा तकारस्य लोपः भवति अमोमूर्च्, इदानीम् अमोमूर्च् यत् अस्ति तत्र उपधायां च सूत्रस्य प्रसक्तिः भवति खलु, यतोहि उपधायां रेफा अस्ति, तदनन्तरं छकारः अस्ति, अतः रेफात् पूर्वम् उकारः अस्ति, तस्य दीर्घः भूत्वा अमोमूर्च् इति भवेत्। परन्तु एतादृशं किमपि न भवति, यतोहि पूर्वत्र सिद्धम् इति सूत्रेण इति सूत्रे इति कार्येण तस्य पूर्वे एव सर्वं भवति, अन्याभ्यो भवति राल्लोकः पुगन्तलघुपुगस्य च, अतः उपधायां च इति सूत्रात् सूत्रपर्यन्तम् आगन्तम् आगत्य तस्य प्रसक्तिः एव न अवशिष्यते, अतः कार्यमेव न भवति। तथैव संयोगान्तस्य लोपः तस्यापि प्रसक्तिः न एव भवति, अतः कार्यमेव न भवति। अतः अत्र पूर्वत्र सिद्धम् इति सूत्रस्य विशेषः अस्ति, यतोहि यत् पूर्वसिद्धं नास्ति तर्हि इदानीं यदि पूर्वत्र सिद्धं नास्ति अस्तु तर्हि इदानीं किं चिन्तयामः, अमोमूर्च्छयोगः त, अत्र अमोमूर्च्छयोगः त मध्ये तकारस्य लोपः भवति अमोमूर्च्, इदानीम् अमोमूर्च् अस्ति तर्हि संयोगान्तस्य लोपसूत्रस्य अपि कार्यं भवति, उभयां च अपि भवति, परत्वात् उभयां च इति कार्यं करोतु, अमोमूर्च् इति करोतु, सर्वत्र सर्वत्र असिद्धं कार्यं भवति, समीचीनं कार्यं भवति। अतः पूर्वकसिद्धम् इति पाणिनिना तत्र आयोजितं यत् पूर्वस्य प्रथमं कार्यं भवति, तदनन्तरमेव अनन्तरस्य कार्यं भवति। सामान्यतया परस्य कार्यं भवति खलु, परन्तु पूर्वसिद्धं भवति यत् पूर्वस्य कार्यं प्रथमं भवति, पूर्वसूत्रस्य कृते परसूत्रम् असिद्धं भवति। अस्तु, अग्रे अग्रे विजया महोदय पठतु अनुनासिकस्य क्विज़ खलु। अनुनासिकस्य अनुनासिकस्य स्वीजलोः क्विप् स्वीजलोः इत्यनयोः अनुवृत्तिः इति उक्तं, शाटिकायाम् अनुनासिकस्य इत्यस्य पर्युदासे निति इत्यस्य अनुवृत्तिः दत्ता, सा च दोषाय निति किञति स्वीक्रियते चेत् अमोमूर्च् योगः सकारः इति स्थितौ इष्टरूपं न सिद्ध्येति, तृतीयस्य अपि च अनुनासिकस्य इत्यस्य अनुवृत्तिः अपेक्षिता एव, यथा मोमूर्च् योगः मि लटिरूपम् उत्तमपुरुषम् अस्ति चेत् मकारस्य अनुनासिकत्वात् रालोपः इत्यनेन चा लोपः मोमुर् योगः मि, पुगन्तलघुपदस्य इत्यनेन मो मोर्मि इति उपदा गुणः भूत्वा मो मोर्मि इति भवति। अनन्तरं मोमूर्च् योगः महा, मकारस्य अनुनासिकत्वात् रालोपः इत्यनेन च लोपः मोमुर् मोमरु योगः मह, हलिच इति सूत्रेण मो मूर्मः इति मो मूर्मः इति दीर्घः दीर्घः भवति मो मूर्मः इति हलिच तत्र पठामि वा जि, हलिच रेपान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः ईक् वर्णः दीर्घः भवति हलिपरे अस्ति चेत्, येन विधि तदन्तस्य इत्यस्य साहाय्येन तदन्तविधिः अतः ओर्वोः इत्यनेन येषां धातूनाम् अन्ते रेपः वकारश्च तेषामपि ग्रहणं, हलि सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं क्षिति धातोः रुर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः वेरुपदायाः दीर्घः इकः इत्यस्य पूर्णतया अनुवृत्तिः, अनुवृत्तिसहितसूत्रं वोर्वोः धातोः उपादायः यतः दीर्घः अलिश तर्हि इदानीं तर्हि किं लिखितम् अत्र अहं वदामि महोदय. अत्र वस्तुतः काशिकायां यत् राल्लोपः इति सूत्रमस्ति तस्य अनुवृत्तिमध्ये अनुनासिकस्य इति लिखितं नास्ति, तस्य स्थाने निपि इति सूत्रसङ्ख्या 6415 जि. आं तर्हि तर्हि तत्र अनुनासिकस्य इति अनुवृत्ति नास्ति, अपि च निति इति सूत्र निति इति पदस्य अनुवृत्तिः अस्ति. तद् इति इदानीं तत्र दोषपूर्णमस्ति इति लिखितं, नाम निति इति सूत्र निति इति पदस्य अनुवृत्तिः न भवेत्. निति इति सूत्र निति इति पदस्य अनुवृत्तिः भवति चेत् अमो मूर्छत अत्र तु पित् अस्ति खलु, कित् नित् नास्ति, अतः सूत्रस्य राल्लोप इति सूत्रस्य कार्यं न भवेत् निति इति अनुवृत्तिः अस्ति चेत्. परन्तु तेन यद् रूपं भवति तद् रूपम् असमीचीनम् अस्ति, अतः निति इति पदस्य अनुवृत्तिः मास्तु. यतोहि निति इति अस्ति चेत् अमोमूर्छत यत्र कित् नित् नास्ति तत्र तत्र चकारस्य लोपः न भवति, परन्तु तत्तु समीचीनं नास्ति अतः तद् न भवति. अपि च अनुनासिकस्य अनुवृत्तिः तस्य आवश्यकता भवति, यतोहि मोमूर्छः मी अत्र मकारः यदस्ति तद् किम् अस्ति, तत्र मोमूर्छः मी मध्ये मकारः अनुस्वारः अस्ति, अनुनासिकः अस्ति, अतः राल्लोपः इति सूत्रस्य प्रसक्तिः भवति, अतः चकारस्य लोपः भवति मोमूर्योगः मी. इदानीं पुगन्तलघुवस्य इति सूत्रेण मोमोर्मि इति भवति, अत एव मोमूर्छः मः अत्रापि मकार अनुनासिकम् अस्ति, अतः राल्लोपः इति सूत्रे चकारस्य लोपः भवति मोमूर्योगः मः. इदानीं मोमूर्योगः मः अस्माभिः पठितं खलु, हलिच इति सूत्रम् अस्माभिः पूर्वमेव पठितं, यथा धातु अस्ति मोमूर्धातु अस्ति खलु, धातोः अन्ते यदि रेफः अथवा वकारः अस्ति यथा इदानीम् अस्ति, तस्य अनन्तरं यदि हल् वर्णः अस्ति मकारः अस्ति, तर्हि रेफात् पूर्वम् उपधामध्ये यत् इकवर्णः अस्ति तस्य दीर्घः भवति मोमूर्मः. तर्हि पश्यतु हलीच इति सूत्रमस्ति 8-77, तस्य अनन्तरमेव सूत्रमस्ति उपधायां च 8-78. अनयोः सूत्रयोः अर्थं किं, हलीच सूत्रं वदति यत् धातुः अस्ति तस्य अन्ते रेफः अथवा वकारः अस्ति, तस्य अनन्तरं यदि कोऽपि हलादिवर्णः अस्ति हलादिशब्दः अस्ति, तर्हि रेफवकारयोः उपधामध्ये यत् इकवर्णः अस्ति तस्य दीर्घः इति सूत्रमस्ति हलीच. तस्य अनन्तरमस्ति उपधायां च, उपधायां च सूत्रं वदति यत् अस्तु केवलम् अन्ते न अपि च धातोः उपधामध्ये अपि यदि रेफवकारः अस्ति तस्य अनन्तरं यदि हल्वर्णः अस्ति तर्हि तत् रेफवकारात् पूर्वं यत् इक्वर्णः अस्ति यत् इदानीं रेफवकारयोः उपधामध्ये यत् इक्वर्णः अस्ति तस्य अपि दीर्घं भवति वा. तर्हि धातुः अस्ति तस्य अन्ते रेफः अस्ति अथवा वकारः अस्ति, तर्हि तस्य हल् परे हलादि शब्दः परे अस्ति चेत् तस्य उपधामध्ये तिक्वर्णः अस्ति तस्य दीर्घः भवति. अपि च धातोः उपधायां यत् रेफवकारः अस्ति तस्य अपि तस्य अपि हल् वर्णात् अनन्तरं तस्य रेफवकारस्य उपधामध्ये नाम थर्ड् लास्ट् वर्णः यदस्ति धातोः तस्य इक्वर्णस्य अपि दीर्घः भवति. अवसन्ति वा तर्हि अनुवृत्तिसहितसूत्रं किम् अस्ति, अहं चिन्तयामि तस्य अपि एतादृशं किमपि भवेत्, कुत्र अस्ति यत् रवोः धातोयो धातो न एकनिमिषः धातोः उपधायां रवोः उपधायाः इकः दीर्घः हलिच धातोः धातोः उपधायां रवोः च उपधायाः इकः दीर्घः हलि च नाम धातोः उपधा मध्ये रेफवकारः यदस्ति तस्य अपि उपधायाः इक् वर्णस्य दीर्घः भवति हल् वर्णः परे अस्ति च अस्तु वा तर्हि विजयमहोदय अग्रे पठतु द्वादौ तुर्विधातु हलि च तत्र सम्पूर्णमेव द्वादौ तुर्वि धातुः तत्रैव जि द्वादौ तुर्वि धातुः तुर्व यङ् लुगन्तधातुः सोतुर्व इति भवति सोतुर्व योगः मी मकारस्य अनुनासिकत्वात् रा लोपः इत्यनेन वा लोपः तोतरु तोतरु योगः मि उगन्तलघुपदस्य इत्यनेन गुणः भूत्वा तोतोर्मि इति भवति अनन्तरं तोतुर्व योगः मह मकारस्य अनुनासिकत्वात् रा लोपः इत्यनेन वा लोपः तोतुर्वु तोतुरु तोतरु तोतरु योगः मकारः सारि मह हलिच इति सूत्रेण दीर्घ दीर्घं भूत्वा तोतूर्मः इति भवति तर्हि अत्र मोमूर्स् मध्ये रेफानन्तरं चकारस्य उदाहरणमासीत् अत्र रेफानन्तरं वकारस्य उदाहरणमिति कार्यं समानमेव अस्ति तोतुर्वयोगमि राल्लोकसूत्रेण वकारस्य लोकः तोतुर् इदमि तदनन्तरं पुगन्तलोकस्य च इति सूत्रेण तोतोर्मि तथैव मह मध्ये तोतुर्वयोगः मह रेफस्य वकारस्य लोकः तोतुर्मः हलितसूत्रेण तोतूर्मः पठामि वा जि अग्रे पठतु जिज्ञासुभिः पृच्छ्यते यत् उपधायां च इत्यस्य कृते धातुसंज्ञा एव अपेक्षते अतः किं प्रत्ययस्य विधानात् प्रागेव अनेन उपधादीर्घः क्रियते क्रियेत तस्मिन् समये रालोपः इत्यस्य प्रसक्तिः एव नास्ति तथा कुर्मः चेत् न केवलं रालोपः इत्यनेन दीर्घस्य कार्यम् असिद्धम् अपि तु उगन्तलघुपदस्य इत्यनेन अपि अतः अन्ततो गत्वा रक्त उकारः एव दृश्यते इति कारणतः तस्य गुणः भवति एव अमोमोः इति भवान् एव वदतु जि तर्हि अत्र उपधायां च अस्ति खलु सूत्रम् उपधायां च उपधायां च इति सूत्रे धातोः तस्य अपेक्षा भवति अपेक्षा भवति अतः तिङ् प्रत्ययस्य विधानात् प्रागेव उपधादीर्घः क्रिये नाम तद् पश्यतु कुत्र अस्ति मोमूर्च्छयोगः मी अस्ति खलु मोमूर्च्छयोगः मी इदानीं मोमूर्च् इति अस्ति अत्र मोमूर्च् एव पश्यतु मी इदानीं मा पश्यतु मोमूर्च् तर्हि इदानीं धातोः उपधायां रेफः अस्ति चकारः अस्ति अतः अत्र एव उकारस्य दीर्घं कृत्वा मोमूर्च् इति धातु इति वदतु मोमूर्च् खलु मोमूर्च् धातु इति वदति वदतु तदनन्तरम् इदानीं राल्लोपः इति सूत्रस्य प्रसक्तिः नास्ति राल्लोपः सूत्रस्य प्रसक्तिः तु भवति यतोहि अत्र तु परन्तु अत्र किं भवति तत्र मोमूर्च् मध्ये सूत्रस्य प्रसक्तिः तु भवति किं लिखितमस्ति मोमूर्च् इति भवति कारं न भवति न अत्र पश्यतु किमस्ति उपधा अहम् एतादृशं चिन्तयामि यत् मोमूर्च् योगः मि अस्ति खलु. इदानीं कोऽपि वदति यत् मोमूर्च् मध्ये प्रत्ययस्य योजनात् पूर्वमेव उपधायां च इति सूत्रेण देहत्वं करोतु, मोमूर्च् योगः मि. तदनन्तरं राल्लोपः इति सूत्रेण मोमूर् योगः मि. इदानीं पुबन्तलघुवस्य सूत्रस्य प्रसक्तिः नास्ति, यतोहि दीर्घ उकारः अस्ति, अतः मोमूर्मि इति रूपं भवति. परन्तु तत्तु समीचीनं नास्ति, यतोहि पूर्वत्र सिद्धम् इति सूत्रेण उपधायां चेत् त्रिपाद्याम् अस्ति, अतः तस्य कार्यं तु अन्तते एव भवति, अन्तते एव भवति. अतः प्रथमं तु दीर्घत्वं न करणीयं, मोमूर्च् इति न करणीयं, मोमूर्च् एव भवति. राल्लोपः इति सूत्रेण मोमुर्योगः भवति, मोमुर्योगः मि. सुगन्तलघुवस्य चेत् सूत्रेण मोमोर् मि. इदानीम् उपधायां च इति सूत्रस्य प्रसक्तिः अस्ति चेत् कार्यं करोतु, परन्तु इदानीं सूत्रस्य प्रसक्तिः एव नास्ति, यतोहि रेफः उपधामध्ये नास्ति, अन्ते अस्ति. अतः नाम किमस्ति, पूर्वत्र सिद्धम् इति सूत्रस्य सर्वदा तस्य गौरवं तस्य अस्ति, सर्वदा तस्य महत्त्वं परिपालनीयम्. त्रिपाद्यां सूत्रमस्ति, तस्य पूर्वं सपादभक्तवाध्यायां पूर्वसूत्रमस्ति, तस्य एव कार्यं प्रथमं करणीयं, तदनन्तरं तस्य प्रसक्तिः भवति चेत् कार्यं करोति, अन्यथा न. मध्ये एव उपधायां च इति आगत्य कार्यं न कर्तुं शक्नोति, अन्ते एव भवति, यतोहि तत् त्रिपाद्यमस्ति इति अस्ति वा इति वार्ता अस्ति. अवगच्छन्ति वा? अत्र किञ्चित् क्लेशः एव अस्ति खलु, प्रथमं दीर्घः भवति अनन्तरं प्रथमदीर्घः भवितुमेव न शक्नोति, दीर्घत्वम् अन्ते एव भवितुं शक्नोति प्रथमः अस्ति वा, यतोहि त्रिपाद्यम् अस्ति खलु. अतः उपधायां च इति सूत्रात् पूर्वं यत्किमपि सूत्रमस्ति तस्य कार्यं प्रथमं करणीयम्. अतः राल्लोपः पुबन्तलघुपस्य च तस्य कार्यं प्रथमं करणीयं, तस्य अनन्तरं सूत्रस्य प्रसक्तिः अस्ति चेत् सूत्रं कार्यं करोति. अतः दीर्घत्वं न भवति प्रथमम् इति पूर्वतसिद्धम् इति सूत्रेणैव दीर्घत्वं प्रथमं न भवति. अत्र राक्षस्य अनन्तरं रालोपः अनन्तरम् अनुनासिकस्य जलोः हलि च, एतत् सर्वं लेखनीयम्. अत्र किं किं कार्यम् अभवत् इति खलु. आम्, न केवलं किं किं कार्यम्, अपि च कस्मिन् क्रमे कार्यं. अस्तु, अवगच्छन्ति वा? इदानीं इदानीं समयः समाप्तः, अग्रिमरविवासरे मिलिष्यामः. एतत् विषये अग्रिमवासरे अपि किञ्चित् कार्यं कृत्वा अग्रे चरामि. आमां, सत्यं, पुनः पुनः द्रक्ष्यामः. धन्यवादः. एतत् ध्वनिमुद्रणं शीघ्रमेव स्थापयतु महोदय. अस्तु अस्तु, आम् धन्यवादः महोदय, नमस्कारः. धन्यवादः. धन्यवादः.